रामसंज्ञापनं तस्यै दत्तं कर्म महत्कृतं पुनः समेत्य रामेण सर्वं तत्र निवेदितम्। अथ श्रुत्वा रामचन्द्रो वाक्यं चैव हनूमदः सुग्रीवानुमदेनैव प्रस्थानं समरोचयत। सौमित्रेकेन पुण्येन तीर्यदे वरुणालयः अगाधो नितरामेष यादोभिश्च समाकुलः। उपायं नैव पश्यामि येनासौ सुतरो भवेद। लक्ष्मण उवाच आदिदेवस्त्वमेवासि पुराणपुरुषोत्तमः भगदाल्भ्यो मुनिश्चात्र वर्तते द्वीपमध्यदः। अस्मास्थानाद्योजनार्थमाश्रमस्तस्य राघव अन्ये च ब्राह्मणास्तत्र बहवो रघुनन्दन। तं पृच्छ गत्वा राजेन्द्रपुराणमृषिपुङ्गवम् इति वाक्यं तद श्रुत्वा लक्ष्मणस्यादिशोभनम्। जगामराघवो द्रष्टुं बगलाभ्यं महामुनिं प्रणनाममुनिं मूर्ध्ना रामो विष्णुमिवामरः। ज्ञात्वा मुनिस्ततो रामं पुराणं पुरुषोत्तमं केनापि कारणेनैव प्रविष्टो मानुषीं तनुम्। उवाच स ऋषिस्तुष्टकृदो राम तवागमः। राम उवाच त्वत्प्रसादादहं विप्र तीरं नदनदीपदेः अगदोऽस्मि ससैन्योऽत्र लङ्कां जेतुं सराक्षसाम्। भवदश्चानुकूलत्वात्तीर्यदेब्धिर्यथा मया तमुपायं वद मुने प्रसादं कुरु साम्प्रतम्। यदस्मात् कारणादेव द्रष्टुं त्वाहमिहागतः। रामस्य वचनं श्रुत्वा भगदाल्भ्यो महामुनिः उवाच सुप्रसन्नात्मा रामं राजीवलोचनं कर्तव्यमद्य ते रामव्रतानां व्रतमुत्तमम्। कृतेन येन सहसा विजयस्ते भविष्यति लङ्कां जित्वा राक्षसांश्च स्वच्छां कीर्तिमवाप्स्यसि। एकाग्रमानसो भूत्वा व्रतमेतत्समाचर फाल्गुनस्यासिदे पक्षे विजयैकादशी भवेद्। तस्याव्रतेन हे राम विजयस्ते भविष्यति निःसंशयं समुद्रं त्वं करिष्यसि स वानरः। विधिस्तु श्रूयतां राजन् व्रतस्यास्य फलप्रदः। दशम्यां दिवसे प्राप्ते कुम्भमेकं तु कारयेद् हैमं वा राजदं वापि ताम्रं वाप्यधमृण्मयं स्थापयेच्छोभितं चैव जलपूर्णं सपल्लवम्। सप्तध्यानान्यधस्तस्य यवानुपरि विन्यसेद् तस्योपरि न्यसेद्देवं हैमं नारायणं प्रभुम्। एकादशी दिने प्राप्ते प्रातस्नानं समाचरेद् निश्चलं स्थापयेत् कुम्भं कण्ठमाल्यानुलेपनैः पूगीफलैर्नालिकेरैः पूजयेच्च विशेषतः गन्धैर्धूपैश्च दीपैश्च नैवेद्यैर्विविधैरपि कुम्भाग्रे तद्दिनं राम नीयते सत्कदाधिभिः रात्रौ जागरणं चैव तस्याग्रे कारयेद्बुधः प्रकाशयेत्कृतदीपमखण्डव्रतहेतवे द्वादशी दिवसे प्राप्ते मार्तण्डस्योदये सति नीत्वा कुम्भं जलोद्देश्ये नद्या प्रस्रवणे तथा तडागे स्थापयित्वा तं पूजयित्वा यथाविधि दद्यात् सदेवं तं कुम्भं ब्राह्मणे वेदपारगे कुम्भेन सह राजेन्द्र महादानानि दापयेद अनेन विधिना राम यूथपैः सह सङ्गतः कुरुव्रतं प्रयत्नेन विजयस्ते भविष्यति इति श्रुत्वा ततो रामो यथोक्तमकरोत्तदा कृते व्रते स विजयी बभूव रघुनन्दनः प्राप्ता सीताजिदालङ्का पौलस्त्यो निहतोरणे अनेन विधिना पुत्र ये कुर्वन्ति नराव्रतम् इह लोकजयप्राप्तिः परलोकस्तथाक्षयः यदस्मात् कारणात् पुत्र कर्तव्यं विजयाव्रतम् विजयायाश्च माहात्म्यं सर्वकिल्बिषनाशनं पठनाश्रवणाच्चैव वाजपेयफलं लभेद इति श्रीपद्मे महापुराणे पञ्चपञ्चाशत्सहस्र्यां संहितायामुत्तरखण्डे फाल्गुनकृष्णाविजयमाहात्म्यं नाम चतुश्चत्वारिंशोऽध्यायः ॐ